नमस्सर्वेभ्यः. पाणिनीयव्याकरणवर्गे भवतां सर्वेषां स्वागतं. आं स्वागतं महोदय. गतसप्ताहे वयं पदव्यवस्था इति विषये अधीतवन्तः, तस्यैव किञ्चित् पुनस्मरणं कुर्मः अद्य. क्षम्यता, अमित्रा महोदय वदति वा अनुदात्तञ्ञित आत्मनेपदम् इति सूत्रस्य अर्थः किं भवेत् एतेन सूत्रेण इति? आं भगिनि, अनुदात्तञ्ञित आत्मनेपदम् इत्युक्ते तस्य अनुवृत्तिसहितसूत्रमस्ति. अनुदात्तञ्ञितः धातोः लस्य आत्मनेपदम् अर्थात् धातुः अनुदात् अस्ति अथवा ङितः अस्ति, तर्हि तस्य आत्मनेपदम् आत्मनेपदी प्रत्ययाः विद्यन्ते लटि सर्वे लकारेषु इति अभिप्रायः. सम्यक्. अनुदात् इत्युक्ते अनुदात् इत्युक्ते तस्य कोऽपि अनुनासिकस्वर अस्ति इति सम्यकः. तस्य अधः रेखा अस्ति, तर्हि अनुदात्तः स्वरः अस्ति अथवा नकार इत्यस्ति तर्हि. उत्तमम्. अनुदात्ते भवेत् तदेव नियमः. अनुदात्ते अथवा ङकारस्य इत्संज्ञा वा भवेत् चेत् तत् आत्मनेपदी आत्मनेपदित्वं प्राप्नोति तद् धातुः इति आत्मनेपदविषये. उत्तमं महोदय, धन्यवादः. धन्यवादः. विजया भगिनी वदति वा उभयपदं उभयपदत्वं कथं प्राप्नोति इति? उभयपदम् इत्युक्ते आत्मनेपदी नम्ब परस्मेपदी इति उभयपदं. तत्र स्वरितनीतः तत्र तत्र अभिप्राये क्रियापलि इति सूत्रेण तत्र कर्तृ उपयोगं कृत्वा तत्र परस्मेपदी प्राप्नोति. अनन्तरं तत्र द्वादयोः धातवः इति धातोः इत्यस्मात् तत्र अनुवृत्तिसूत्रमस्ति. लस्य इत्युक्ते तत्र दशलकारस्य उपयोगं लङ् लट् लुङ् घट् एतत् सर्वं तत्र दशलकारः उपयोगं कृत्वा उभयपदि उभयपदि इत्युक्ते आत्मनेपदि परस्मपदि अनन्तरम् उभयपदि इति स्वीकुर्मः. चरित्रनिमितः धातोः तत्र अभिप्राये क्रियापलितलस्य आत्मनेपदमिति प्राप्नोति. कीदृशस्वरः भवेत् भगिनि तत्र? तत्र स्वरः वयं पठितवन्तः किल, उदात्तः अनुदात्तः स्वरितः इति. इदानीं महोदयेन वदतु. एतत् सर्व अनुदात्तः इत्युक्ते तत्र अधः रेखा आगच्छति. उदात्तः इत्युक्ते उपरि अपि अधः अपि न रेखा अस्ति. त्वरितमित्युक्ते उपरि रेखा अस्ति. एतत् त्रीणि विधानि तत्र उभयपदत्वस्य विषये कीदृशस्वरः भवेत् सूत्रे एव अस्ति, पश्यति वा तत्र? तत्र क्रियाया सूत्रं पुनः वदतु भगिनि एकवारं. त्वरितनितः कर्त्रि अभिप्राये क्रियापले तत्र त्वरितः अस्ति. त्वरितः प्रत्ययाः प्रत्ययः नास्ति भगिनि, प्रत्ययः नास्ति, धातुः विषये एव. अवगतं किल? तत्र धातुः विषये एव. तत्र स्वरितञितः इति दत्तमस्ति किल, स्वरितेत् भवेत्. स्वरितेत् इत्युक्ते स्वरितः इत् संज्ञा प्राप्नोति चेत् तत्र उभयपदत्वं भवेत् इति. क्रियायाः कर्तृभिप्राये क्रियाफले, क्रियायाः फलं कर्तुः अभिप्रेति, कर्तुः प्रति गच्छति चेत् तत्र उभयपदत्वं. तत्र नियमत्रयम् आसीत्, वदति वा पुनः किम् इति? स्वरितः इति एकं, स्वरितेत् इति एकम्, अनन्तरं सूत्रे एव अस्ति भगिनि. स्वरिते नितः, स्वरिते नितः सरसरि अभिप्राये क्रियाफले इति एकं. तदेव त्रयम् न न न स्वरित स्वरितेत् इति एकं, स्वरितेत् इति एकं, कर्तरि अभिप्राये इति क्रियाफले इति त्रीणि पद त्रीणि पदसूत्राणि पदत्रयम् अस्ति. सम्यक् एव. स्वरितं स्वरितेत् इति एकः निमित्तं, स्वरितेत् भवेत् वा ञकारस्य इत्संज्ञा भवेत्. अनन्तरं कर्तृभिप्राये क्रियाफले, कर्तृभिप्राये क्रियाफले चेत् आत्मनेपदित्वं, नास्ति चेत् यदा उत्तमं नास्ति चेत् परस्मैपदित्वं प्राप्नोति इत्येव अस्ति. तत्र भागत्रयम् अस्ति. यद्यपि प्रथमभागः स्वरितेत् वा नितः वा इति, तत्र तु अथवा इति अस्ति, इत्संज्ञा भवेत्. अनन्तरं क्रियायाः फलं कर्तुः अभिप्रेति चेत् आत्मनेपदित्वं, नास्ति चेत् परस्मैपदित्वं विहितः भवन्ति इति एतद् सूत्रं वदति. उत्तमं भगिनि, धन्यवादः. रामनाथन् महोदय गतसप्ताहे न आसीत्. माला भगिनि वदति वा परस्मैपदित्वं? आम् बहवः जनाः एकस्मिन् समये वदति. एकनिमिषं भगिनि, आं वदतु महोदय. रामनाथन् महोदय भवान् न आसीत् इति अहं जानामि. अहं जानामि महोदय. अस्तु, अन्य केनापि आगतं वा मध्ये? प्रथमवारं वा महोदय? प्रथमवारं न, परन्तु विद्या भगिन्याः तत्र पाठे मया सामान्यतः भागः क्रियते. अत्र एव श्रीविद्याः जानामि. ओ तत्र किमपि क्लेशः वा? लैन् न गच्छति वा? न न न तत्र मया वस्तुतः चिन्तितम् अत्र एव श्रीविद्याः पाठः, परन्तु इदानीं पुनरेकवारं तत्र प्रयत्नं करोमि. क्षम्यतां. नास्ति चिन्ता, नास्ति चिन्ता, नास्ति चिन्ता महोदय. धन्यवादः, नास्ति चिन्ता. अस्तु, रघुपति महोदय किमपि उक्तवान् वा मध्ये? न महोदय. अहं जानामि महोदय, मम पार्श्वे नाम. अस्तु, नास्ति चिन्ता. माला भगिनी इदानीं वदतु भगिनि. अस्तु, तृतीयसूत्रमस्ति शेषात् कर्तरि परस्मैपदम्. अस्मिन् सूत्रे वयं जानीमः धातोः यदि आत्मनेपदी पदस्य कारणं न भवति तर्हि परस्मैपदी भवति धातुः. यदा धातोः स्वरस्य अनुदात्त स्वरितः स्वरः अपि नास्ति, स्वरितस्वरः अपि नास्ति, उपरि अधोभागे रेखा नास्ति चेत् सः स्वरः उदात्तः इति वदामः. उदात्तः भवति चेत् सः धातुः परस्मैपदित्वं स्वीकरोति. अनन्तरं यः धातोः परस्मैपदी पदत्वं स्वीकरोति सः धातुः कर्तरि प्रयोगे एव भवति. एतत् किं वदामः, सत्यमेव भगिनि, कर्तरिप्रयोगे एव एतद् सूत्रं अप्लैस् ओन्लि टु कर्तरिप्रयोगः इति खलु. तदपि सम्यक् एव. यदा कर्तरिप्रयोगे परस्मैपदित्वं प्राप्नोति, कर्तरिप्रयोगे परस्मैपदित्वम् अस्तु. कर्मणि प्रयोगे स्यात् चेत् कर्मणि वा भावे वा स्यात् चेत् तत्र तु आत्मनेपदित्वमेव भवति किल. सत्यम्, उत्तमं, तदेव, तदपि मुख्यम् अस्ति तत्र. शेषात् कर्तरि परस्मैपदम् इति सूत्रेण तदपि मुख्यमस्ति, कर्तरिप्रयोगे एव इति अपि मुख्यमस्ति. अनन्तरं धातुः अनुदातेत् नास्ति, ङित् नास्ति, स्वरितेत् नास्ति, अपि च ङित् च नास्ति चेत् सः धातुः परस्मैपदी धातुः भवति. उत्तमं, तदेव उत्तमं, तदेव अस्ति. एतत् डिफाल्ट् इति स्वीकरोतु, एतत् सूत्रं शेषात् कर्तरि परस्मैपदम् इति सूत्रं डिफाल्ट् इति स्वीकरोतु. तत्र एव कण्डीशन्स् तु अन्यस्मिन् द्वयोः सूत्रयोः एव तत्र उभयपदित्वं वा आत्मनेपदित्वं तु अपरस्मिन् सूत्रे एव सन्ति. अस्मिन् सूत्रे डिफाल्ट् इति स्वीकरोतु. आत्मनेपदी धातुः नास्ति, न, यः अनुदातः नास्ति, स्वरितेत् अपि नास्ति, सः धातुः परस्मैपदी धातुः इति वदामः. उत्तमम्. चिह्नं तु सूचनार्थमेव सर्वदा स्मर्तव्यम्. उच्चारणस्य भेदः एव उदात्त अनुदात्त स्वरितः इति. चिह्नं तु सूचनार्थमेव, अस्माकम् अवगमनार्थमेव चिह्नानि इति मनसि भवेत्. अस्तु, अद्य वयम् अद्यतनपाठः अभ्यासः इति भागात् आरम्भं कुर्मः. तत्र राजेन्द्रमहोदय कथं अभ्यासः इति भागं स्वीकरोतु महोदय. पदव्यवस्था तस्मात् अनन्तरम् अस्ति. आम्, अभ्यासः, इमे धातवः सर्वे भुवादिगणीयाः. इमे धातवः सर्वे भवादिगणीयाः. सर्वप्रथमं धातुः आत्मनेपदी उभयपदी परस्मैपदी वा इति सूच्यताम्. तदा लौकिकधातुः कः इति वदतु. तदा विकर्णसहितम् अङ्गं किं? तदा लट् लकारस्य रूपम्. इदानीम् उदाहरणरूपेण वञ्चु इति धातुः उदातेत् अतः परस्मै पदे. अत्र कोऽपि अधः रेखा नास्ति, उपरि अपि रेखा नास्ति, तत् परस्मैपदे. लौकिकधातुः अत्र तु अकार चकार उत्तरवर्ति उकारः अनुनासिक उकारः यः अस्ति तस्य इति संज्ञा भूत्वा तत् अजुप्त उपदेशे अनुनासिके तत् भूत्वा तस्य लोपः जातः. वञ्च वञ्च एव अवशिष्यते. विकर्णसहित अङ्गं वञ्च वञ्च लटि वञ्चति वञ्चति. अत्र अत्र भवादि भवादिगणि धातुः अस्ति. अत्र शप् विकरणप्रत्ययः विहितः तत्र शकारलोपः पकारलोपः भवति शकारस्य इति संज्ञा भवति पकारस्य इति संज्ञा भवति पकार तु हलन्त्यं सूत्रेण शकार तु दशक तदयते सूत्रेण इति संज्ञा भूत्वा तत् अकार एव अवशिष्यते वञ्च योगति प्रथमपुरुषे एकवचने लट् लटि वञ्चति वञ्चति तत्र रूपं भवति उत्तमं प्रथमधातुः स्वीकरोतु महोदय मला इति मला मला अत्र अधः रेखा अस्ति तत् कारणात् तत्र उपरि अनुनासिक अपि अस्ति तत् तु उपदेशादनुनासिके तत् इति संज्ञा भवति अनुदात्तेत् अस्ति तत्कारणात् तत् मल् अवशिष्यते तत्र आत्मनेपदी क्षम्यताम् आत्मनेपदी धातु अस्ति मल् लौकिकरूपं रूपम् अत्र कस्मिन् गणे भवति भगिनी भुवादिगणे सर्वे भुवादिगणे उपरि लिखितमासीत् भुवादिगणे अस्ति तत्कारणात् तत् मलयोग शप् शकारपकार लोपः भूत्वा तत्र इत्संज्ञा भूत्वा तत् लोपः भवति तत् अकार एव अवशिष्यते मलयोग मलयोगति तिङ् प्रत्यया भूत्वा तत् मलति तत्र आत्मनेपदि मलते क्षमतां मलते उत्तमं क्षमतां मलते आत्मनेपदे तिङ् प्रत्यया स्वीकरोति उत्तमं मलते इति रूपम् अनुदात्तेत् अस्ति अनुदात्तङ्गित आत्मनेपदम् इति सूत्रेण आत्मनेपदित्वं प्राप्नोति उत्तमं महोदय धन्यवादः श्रीवल्ली भगिनी द्वितीयं करोति वा आं भगिनि बुधिर् बुधिर्दातु उदात्तेत् न न उदात्तेत् नास्ति क्षम्यतां तत्र रेखा अधोभा उपरि उपरि उपरि वर्टिकल् लैन् स्वरितेत् उत्तमं स्वरितेत् इति कारणेन उभयपदि बुद्ध धातु अवशिष्यते अक्षु न बुद्ध धातुः रूपम् अपि वदतु भगिनि लट्लकारे रूपं कथं लट्लकारे उभयपदे बोधति बोधते उत्तमं तद् उत्तमं तद् अत्र इत्संज्ञा केन सूत्रेण भवति इति अपि वदतु स्वरितं वितश्च स्वरिता इति तदेव अहं तत्र वयं तत्र वयम् एकं वार्तिकं पठितवन्तः स्मरति वा दृशीरिति धातुः विषये बुधिरिति अपि दृष्टवन्तः इति चिन्तयामि अन्य कोऽपि स्मरति वा आं भगिनि अत्र इर इर इति इत् अस्ति न तु न तु पृथक् पृथक् वार्तिकं स्मरति वा महोदय वार्तिकं साक्षात् न स्मरामि अस्तु नास्ति चिन्ता इर इत्संज्ञा वाच्या इति वार्तिकम् आसीत् तत् तत्र इर इति इत्संज्ञा भवति येन विशिष्टवार्तिकेन दृशीर् इति धातुः विषये अपि वयं दृष्टवन्तः दृश् इति कथं भवति इति इर इति इत्संज्ञा भवति अन्यत् सर्वं सम्यक् एव भगिनि एतदेव अस्तु, अतः रूपं बोधति बोधते इति भवति. गुणः केन सूत्रेण भवति? आम् उपादायं लघु एकवर्णः. सूत्रं पुगन्तलघुपदस्य पुगन्तलघुपदस्य च उत्तमं. रामनाथन् महोदय प्रश्नः आसीत् वा? तस्य उच्चारणम् अहं न जानामि महोदय. किञ्चित् अधोभागे ताळ्वादि अधोभागे किमपि करणीयम्, अहं तस्य उच्चारणं न जानामि. बुधीर् इत्येव अहं मम उच्चारणं तादृशमेव. उभयपदित्वं प्राप्नोति. अन्य कोऽपि जानाति चेत् वदतु. अमित्रा महोदय जानाति वा कथं करणीयम् इति तस्य उच्चारणम्? उच्चारणं वा एकः बिन्दुः अस्ति अत्र. किमर्थं वयं उपदेशे अजनुनासिक् इत्यनेन इकारस्य संज्ञा न कुर्मः इत्युक्ते, यदि वयं इत्संज्ञक इकारस्य इत्संज्ञा कुर्मः तर्हि उमागम आगच्छति इगितो नुम् धातोः इत्यनेन बुन्द् इति भवति. तस्मात् सः तु अशुद्धं तस्मात् कारणात् एव इर संज्ञा इर वार्तिक अस्ति इति. आम् उत्तमं, तदेव किमपि कारणं सर्वदा भवेत् एव पाणिनीयसूत्रेषु. उत्तमं भगिनि, प्रश्नः अस्ति. तर्हि अस्मिन् अस्मिन् वार्तिकेन रकारः इत्संज्ञा प्राप्नोति, बुद्धि इत्येव भवति वा लौकिकधातु? इर् इर् इरा इत्यस्य इत्संज्ञा भवति. अनुनासिक इकारः रेपः च रकारस्य इकारस्य पृथक् पृथक् इत्संज्ञा न भवति. इर् इति इत्संज्ञा भवति. तर्हि लौकिकरूप तु समान एव, बुद्ध एव, परन्तु बुद्धि वा बुद्ध बुद्ध एव बुद्ध इर् गच्छति. अस्तु अस्तु, धन्यवादः. बुद्ध एव उत्तमं. श्रीवल्ली भगिनी अग्रिममपि करोतु भगिनि. अक्षो इति धातु, अक्षो इति धातु शेषात् कर्तरि परस्मैपदं. यः अनुदात्ते इति नास्ति, उदात्ते इति नास्ति. सो शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः भवति. लौकिकधातु अक्ष. उदात्तेत् अस्ति वा? उदात्तेत् नास्ति. किमर्थम्? ननु अनुनासिकस्य उदात्त उदात्तेत् नास्ति. उदात्तेत् एव स्वरितः स्वरितेत् नास्ति, अनुदातेत् नास्ति. अतः रूपं लटीरूपं लटिरूपम् अक्षति अक्षति. अस्य धातुः तस्य अक्ष्णोति इति अपि रूपम् अस्ति, किमपि अन्यसूत्रेण तद्रूपमपि आगच्छति. किञ्चित् किमपि कुत्रापि नोट् कृत्वा स्थापयतु, यदा वयम् अग्रं पश्यामः अग्रे तत्र तस्मिन् समये स्पष्टः भवेत्. अक्ष्णोति इति अपि रूपम् अस्ति इति उत्तमम्. अक्षति, अक्ष्णोति, रूपद्वयं. धन्यवादः भगिनि. तत्तु भिन्नवर्गे अस्ति किल? आमामाम् आम् भिन्नवर्गे. समानधातु, समानधातु भिन्नवर्गे. आम् आम् आम् स्वादिगणे भुवादिगणे न भवति अक्ष्णोति इति. अस्तु, रघुपति आचार्यमहोदय वक्तुमिच्छति वा? हा हा टु ब्राशु ऋकार अस्ति, दीर्घ ऋकार अस्ति अथवा श्रु दीर्घः अस्ति वा? टु ब्राशु अस्ति अत्र, टु आदिर्निटुडव इति सूत्रेण प्रथमं टुकारस्य इत्संज्ञा भूत्वा लोपः भवति. अनन्तरं ऋकारस्य अनुनासिक ऋकारस्यापि ऋकारस्य ऋकारस्य इत्संज्ञा भवति. ब्राश् ब्राश् एव अवशिष्यते. ब्राश् अनुदात्त अनुदात्तनित् सोरि अनुदात् एकनिमिषम् आत्मनेपदि भवति सूत्रम्. एकनिमिषं सूत्रं वदामि. सूत्रमस्ति अनुदात्ताङ्गित आत्मनेपदि, अनुदात्त आत्मनेपदि अस्ति. रूपम् एकनिमिषं कुत्र अस्ति धातोस्ति? एकनिमिषं महोदय. रूपम् आकृति ब्राश शप् इति ब्रा ब्रश् अत्र शकार एव अकार अस्ति महोदय. शप् योजयामः किल? शप् इति विकरणप्रत्ययः अनुबन्धनिष्कासनन्तरं किम् अवशिष्यते? ब्राश ब्राश ब्राश एव ओके. ब्राश ब्राशति आत्मनेपदम्. आत्मनेपदं प्राश प्राशते प्राशते आत्मनेपदं किल? प्राशते इति रूपं. ऋकारस्य निष्कासनानन्तरं षकारः एव प्राशते आत्मनेपदं प्राशते. अग्रिममपि करोतु. अत्र रञ् अस्ति अत्र ण्यकारस्य इत्संज्ञा भवति, ऋ भवति. अत्र इत्संज्ञकः नास्ति अतः परस्मैपदे एव. किमर्थम्? एकनिमिषम् स्मृतवान्. अनुदात्तस्वरस्य नकारस्य ओके अनुदात्तस्वर अस्ति ओके अनुदात्तस्वर अस्ति अतः अतः ऋ हृ हर आत्मनेपदि भवति. हर हृ अर् भवति, गुणः भवति ऋकारस्य. हरते हरते सम्यक्. हरति इति रूपम् अस्ति वा? हरति इति रूपम् एकनिमिषं हरति विस्मृतवान्. दशदिने अनन्तरम् आगच्छामि. एकनिमिषं सवितस्य उभयपदि अनुदत्त अनुपदि न जानामि महोदय. विस्मृतवान् भवति वा? किल आम् भवति एव. नित् अस्ति किल? यकारस्य इत्संज्ञा ङित् अस्ति, ङित् अस्ति चेत् उभयपदी भवति किल. सरितनितः तदेव हरति हरते इति रूपद्वयम्. उत्तमं, धन्यवादः. आण्ड्रे महोदय वक्तुमिच्छति वा? अस्तु अस्तु, नास्ति गतवान् इति. अहमपि नाम नास्ति इदानीम्. अस्तु, नास्ति चिन्ता. अमित्राव् महोदय पुनः. त्रु इति औपदेशिकधातुः अस्ति, तस्य कोऽपि संज्ञकः नास्ति, तर्हि त्रु एव लौकिकरूपम् अस्ति. अनन्तरं तर्हि शेषात् शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी परस्मैपदत्वं प्राप्नोति. त्रु योग शप् योगति सार्वधातुक अर्धधातुकयोः इत्यनेन अजन्त अङ्गस्य गुणः भवति, तरति इति रूपम्. इगन्ताङ्गस्य, सोरि, इग क्षम्यताम्, इगन्ताङ्गस्य. अग्रिमं देङ् इति उपदेशिकरूपं, नकारस्य हलन्त्यम् इत्यनेन संज्ञा, तस्य लोप इत्यनेन लोपः, दे इति लौकिकरूपम्. अत्र अनुदात्त ए अस्ति परन्तु इत्संज्ञकः नास्ति, तर्हि शेषात् कर्तरि परस्मैपदम् इति इत्यनेन परस्मैपदी भवति. दे योग शप् योगति ङित् नास्ति वा? क्षम्यताम्, अनुदात्त ङित् इत्यनेन ङित् सङ्गिक ङित् अस्ति, तर्हि आत्मनेपदी भवति. दे योग योगते एचो यवायावः इत्यनेन स्वरसन्धि भूत्वा दायते इति रूपम्. दयते, दयते, क्षम्यतां, दयते. उत्तमं, धन्यवादः. विजया भगिनी. तत्र ङित् अस्ति, त्रु एव तत्र अवशिष्यति. अनन्त्यमिति सूत्रेण तत्र दीर्घ्य ङी गच्छति, त्रु एव तिष्ठति. तत्र गुणः भवति ऋकारस्य आर् इति सार्वधातुकम् आर्धजातकयोः इति सूत्रेण तत्र अत्र अर् इति उरन्द्रकण्ठ अपि इति उपयोगं कृत्वा तत्र रेफः अर् इति भवति. अनन्तरं बर् इति आगच्छति, शप् इति विकरणप्रत्ययेन चकारस्य लोपः भवति, अनन्तरं पकारस्य अपि लोपः भवति. लशकटकिते इति अनेन सूत्रेण पकारस्य हलके तस्य लोपः इति तत्र पश्यति, आ एव तत्र तिष्ठति. अनन्तरं किङ्ग् इति सूत्रेण सि एव योजनं कुर्मः. अनन्तरं वर वर शप् इति अकरः एव तिष्ठति खलु, अतः भरति इति द्वेपदधातुः तत्र भरते अपि आगच्छति. उत्तमम्, अग्रिमम्. अग्रिमं ड्रै ड्रै ट्रै एव खलु भगिनि आं ड्रै एव तत्र ड्रै लौकिकधातुः एतत् अतः शप् योजनं विकरणपत्रीय प्रयोजेन तत्र आ एव तिष्ठति अनन्तरं टिप् इति सूत्रं टिप् इति योजनेन यान्तमान्तदेशे सन्ति आगच्छति यतो एव यावः इति अतः द्रा इति भवति अङ्गं द्रा इति अङ्गं भवति अनन्तरं टिप् योजनं कुर्मः चेत् तत्र द्रायते इति आगच्छति पारस्मैपदी त्वं केन सूत्रेण भगिनि परस्मैपदी कर्तरि शक् इति प्रयोजनं कर्तरि शेषात् कर्तरि परस्मैपदी उत्तमं शेषात् कर्तरि परस्मैपदी इति सूत्रेण उत्तमं रामनाथन् महोदय द्रायति द्रायति एव द्रायते नास्ति परस्मैपदी एव अस्तु रामनाथन् महोदय वक्तुमिच्छति वा नास्ति चिन्ता नास्ति चिन्ता नास्ति चिन्ता भगिनि द्रै यथा अस्ति तत् अनुदात् अनुदात् अपि अस्ति तत् तत् कारणात् कोऽपि किं भवति वा तत्र न अनुदातः अस्ति परन्तु इत्संज्ञा नास्ति किल सम्यक् रघुपति आचार्य महोदय आं महोदय अस्ति अत्र कु अकारस्य अनुनासि अकारस्य संज्ञा भवति इट् एव अवशिष्यते कोऽपि स्वरित अथवा अनुदात्त अनुदात्त चिह्ने नास्ति अतः परस्मै परिशेषे शेषात् कर्तरि इति सूत्रेण परस्मैपदी शप् गति इटति इटति इति गुणः भवति हा सोरि ओके एक गुणः भवति पुगन्तलघुपदस्य च सूत्रेण अतः ये ये भवति ये ये यचो याव यचो याव यावः अतः ऐ न महोदय पुनः चिन्तयतु एकनिमिषम् इकारस्य इकारस्य केन सूत्रेण तत्तु सम्यक् केन सूत्रेण पुगन्त लघुपदायाम् अस्ति वा उपदयाम् इट् तत्र तु वयं अस्तु सम्यक् एव इट् उपदाय पुगन्तल पुगन्तलघुपदस्य सूत्रेण इट् एट् भवति सोरि एट् ओके एटति एट् एटति सोरि टकार टकारस्य न दृष्टवान् एटति अग्रिममपि करोतु महोदय अग्रिमं मिद्र अस्ति अत्रापि शेषकर्तरि अस्ति चिह्नानि पश्यतु महोदय चिह्नानि एकनिमिषं चिह्न ओके चिह्नमस्ति किल चिह्नमस्ति चिह्नमस्ति मिद्र अस्ति ऋकारस्य लोपः भवति अनुनासिकऋकारस्य लोपः भवति मिद् अवशिष्यते स्वरित स्वरित अस्ति स्वरितनित् अस्ति स्वरितनित् अस्ति अतः स्वरितनित् सूत्रमस्ति स्वरित स्वरितनित् अस्ति कर्तव्यप्रायक्रियाफले अतः उभयपदि धातुः अस्ति एकनिमिषं मिद् मिद् मिद् मिद् योग योगति मिदति सोरि पुगन्तलघुपदस्य च सूत्रेण इकारस्य उपादायादिकारस्य गुणः भवति मे भवति मे मेदति मेदति मेदति मेदति मेदते अति मेदति मेदति उत्तमम् उत्तमं तावत् रूपद्वयम् उत्तमं माला भगिनी श्रूयते वा अस्तु जिषु इति धातुः तत्र चिह्नानि नास्ति अत्र उकारस्य अनुनासिक चिह्नम् अस्ति अतः उपदेशे जनुनासिक इत् इत्यनेन उकारस्य लोपः क्षम्यतां तस्मात् पूर्वं कीदृशधातुः इति वक्तव्यं खलु जिषु तत्र अत्र चिह्नानि नास्ति अतः एषः धातुः परस्मैपदी धातुः अनन्तरम् उकारस्य लोपः भवति उपदेशे जनुनासिक इत् इत्यनेन अवशिष्यते जिष् जिष् इति लौकिकधातुः जिष् योगः शप् योगः ति तत्र जिष् इत्यस्मिन् पुगन् उपधायां ह्रस्व इकारः अस्ति तस्य पुगन्तलघूपदस्य इति सूत्रेण इकारस्य एकारः भूत्वा जेष् जेष् इति भवति तर्हि जेष् योगः शप् योगः ति शप् इत्यस्मिन् षकारपकारयोः लोपः अकारः अवशिष्यते जेष् योगः अयोगः ति जेषति इति अन्तिमरूपं सिद्ध्यति उत्तमम् अग्रिमम् अनन्तरं वृक धातुः अधोभागे चिह्नम् अस्ति इत्तपि अस्ति अतः एषः धातुः अनुदात्तेत् अस्ति अनुदातः स्वरः अपि च इत् संज्ञा अपि अस्ति अतः अनुदातेत् अनुदातेत् अस्ति अतः एषः धातुः आत्मनेपदी धातुः वृक इत्यस्मात् इत्यत्र अकारस्य लोपः उपदेशे जनुनासिक इत् इत्यनेन वृक् इति भवति तत्र उपधायां लघु ऋकारः अस्ति तस्य गुणः भवति पुगन्तलघुपदस्य च इति सूत्रेण तर्हि वर्क् वर्क् इति भवति वर्क् योगः शप् योगः ति वर्क् योगः अयोगः ति क्षम्यताम् अत्र अनुदातेत् अस्ति अतः आत्मनेपदी धातुः तर्हि वर्क् योगः अयोगः ते वर्कते इति अन्तिमरूपं सिद्ध्यति उत्तमं धन्यवादः भगिनि राजेन्द्रमहोदय वर्कते वर्कते भगिनि पूर्वं वृकते इति अस्ति गुणकार्यं भूत्वा आर्णिति आगच्छति उरण्ड्रपः इति सूत्रेण तत्र वृकते इति वर्कते इति अस्ति वर्कते इति एव अन्तिमरूपम् आम् आम् महोदय राजेन्द्रमहोदय आं भगिनि अत्र ककार उत्तरवर्ती अनुनासिककारः अस्ति अत्र कोऽपि चिह्नः अनुदात् अपि च स्वरितचिह्नानि न सन्ति तत्र तत्कारणात् तत्र परस्मै शेषात् कर्तरि परस्मैपदं तत्र परस्मै पदत्वं प्राप्नोति अत्र अनुनासिक अकारस्य इत्संज्ञा भूत्वा तस्य लोपः जातः अट् अट् एव अवशिष्यते अत्र तु उब्दायां हृस्व अकारः अस्ति तत्र कोऽपि गुणकार्यं न भवति, अन्यत् किमपि नास्ति तत्र. तत्र अट् योग शप् योग ति शकारस्य लोपः संज्ञा भवति तत् लशकु तदिते सूत्रेण, अपि च पकारस्य लोपः संज्ञा भवति हलन्त्यं सूत्रेण, तस्य लोपः भवति, अकारे वा अवशिष्यते. अट् योग अप्रत्यया योगः तिङ् प्रत्यया तत् अटति तत् रूपं भवति. उत्तमम्. अन्तिममपि करोतु महोदय. अस्तु भगिनि. वृद्धुं तत् अत्र वृद्धुम् अस्ति स वृद्धे अस्ति वृद्धुकारः अस्ति उकारः सम्यक्तया अत्र न दृश्यते. अत्र अपि अत्र अपि च तस्य अनुदातः अपि अस्ति भगिनी चिन्तयामि तत् आम् आम् आम् अस्ति अनुदातः अस्ति तत्कारणात् अनुदाते नित् आत्मनेपदं तत् आत्मनेपदं पदं संज्ञा प्राप्नोति. तत्र उकार तत् अनुनासिक उकारः अस्ति, तस्य उपदेश आज अनुनासिक तेन सूत्रेण तस्य लोप संज्ञा भूत्वा लोपः भवति. वृद्ध इदानीं तु पुगन्धलघु उपदेशे च यथा ऋकारः अस्ति तत्र तस्य अन् भूत्वा उरन् रपर् सूत्रेण तस्य वर्ध तद् भवति. आत्मनिपदम् अस्ति तत्कारणात् तत् इदानीं तु वर्ध योग शप् योग शप् योग ति शकारस्य पकारस्य लोपः भूत्वा तत्र तत् अकारः एव अवशिष्यते. ते अपि च तिङ् प्रत्यया आगच्छति आत्मनिपदे प्रथम पुरुषे एकवचने ते प्रत्यया आगच्छति, वर्धते तत्र रूपं निष्पन्नं भवति. उत्तमं. वर्धते इति रूपम्. उत्तमम्. अस्तु, इदानीं नूतनविषयः इड् व्यवस्था इति प्रति गच्छामः. तत्तु प्रमुखविषयः, बहु मुख्यम् अस्ति पाणिनीयव्याकरणे, अतः तस्मिन् विषये किञ्चित् पठामः. अस्तु, श्रीवल्ली भगिनी. आं भगिनि, इड् व्यवस्था इक् नाम किम्? प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु गृणन्तेषु च कुत्रचित् इकारः श्रूयते, कुत्रचित् न. यथा तिङन्तेषु गमिष्यति इति अत्र मकारोत्तरः इकारः अस्ति, दक्ष्यति इति अत्र एवं कोऽपि इकारः नास्ति, कृदन्तेषु पठितुम् इत्यत्र तकारोत्तरः इकारः अस्ति, कर्तुम् इति अत्र एवं कोऽपि इकारः नास्ति. अस्य इकारस्य नाम इट् आगमः, इडागमः. तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न इति अस्य विज्ञानस्य नाम इव्यवस्था. यत्र इडागमस्य योजनार्थधातोः अनुकूलता वर्तते तत्र धातुः सेट् इति उच्यते. सेट् नाम इटा सह बहुव्रीहिसमासः. एतादृशबहुव्रीहिसमासस्य यस्य सः येन सः इति शैली न भवति, किन्तु अन्यपदप्राधान्यम् अस्ति. प्रधानं न स न वा इट् अपि तु धातुः. यत्र एतादृशी अनुकूलता नास्ति तत्र धातुः अनिट् इति उच्यते. अनिट् नाम न इट् इट् राहित्य यस्य सः. सामान्यतया धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत् तर्हि तत्र इडनुकूलता विद्यते, नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति. धातुप्रत्ययोः कश्चन इडानुकूलः नास्ति चेत् सामान्यतया तत्र इड अनुकूलता नास्ति. अपवादाः सन्ति, किन्तु सामान्यनियमः अयम्। वदति वा भगिनि किम् अवगच्छति इति? इग् नाम किम्? प्रायः अस्माभिः सर्वे अवलोकितं च यत् तिङन्तेषु कृदन्तेषु च कुत्रचित् करः श्रूयते, कुत्रचित् न। यथा तिङन्तेषु गमिष्यति इति अत्र मकारोत्तरः इकारः अस्ति, तत्र इकारः श्रूयते वा? आं भगिनि, गमिष्यति गम् धातुः अत्र इकारः श्रूयते, परन्तु द्रक्ष्यति इति अत्र इकारः नास्ति, द्रक्ष्यति। कृदन्ते पठितुम् इति अत्र तकारोत्तरः इकारः अस्ति, पठितुं पट् धातुः इकारः अस्ति। कर्तुम् इति अत्र एवं कः अपि इकारः नास्ति, कर्तुं कर्तुं पदे इकारः नास्ति। सो इकारस्य नाम इट् आगमः, इडागमः भवति। कुत्र इडागमः संयुज्यते, कुत्र न संयुज्यते इति अस्य विज्ञानस्य इड् व्यवस्था। यत्र इडागमस्य योजनार्थधातोः अनुकूलता वर्तते तत्र धातुः सेट् इति उच्यते। ओके, धातोः यत्र इकारः अस्ति चेत् तत्र धातुः सेट् इति उच्यते, इकारः नास्ति चेत् तत्र अनिट् उच्यते। सो सेट् बहुव्रीहि समासः, इता सः बहुव्रीहि समासः अस्ति, अनिट् भवति। सामान्यतया धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत् तर्हि तत्र इदनुकूलता विद्यते। केन् यु एक्स्प्लेन् दिस्? सामान्यतया धातुः सेट् अस्ति चेत्, ओके, इकारः अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत्, अत्र प्रत्ययः अपि सेट् अस्ति चेत् तर्हि तत्र इडनुकूलता विद्यते। सो दशायाम् इडागमः भवितुम् अर्हति, दशायां दस्य नकारस्य धातोः इडागमः भवितुम् अर्हति। सो धातुप्रत्ययोः कश्चन इडानुकूलः नास्ति चेत् सामान्यतया तत्र इडनुकूलता नास्ति। अपवादः सन्ति, सामान्यनियमः अयं सामान्यनियमः, इकारः अस्ति चेत् इकारः नास्ति चेत् अनेट्, धातोः प्रत्ययोः विषये इडानुकूलः अस्ति इड अननुकूल अस्ति। उत्तमं, धन्यवादः। तत्र यदा भगिनी उक्तवती इडा इड् व्यवस्था इति भागः अस्ति, तत्र इट् इति कश्चन आगमः अस्ति, कुत्र आगच्छति इति टकारः, इट् इति अस्य टकारः इत् संज्ञा टित् अस्ति। तत्र सूत्रम् अधोभागे अस्ति इति चिन्तयामि, आद्यन्तौ टकितौ इति सूत्रेण प्रत्ययस्य आदौ इडागमः भवति। सर्वदा स्मर्तव्यं यत् इडागमः कुत्र भवति इत्युक्ते प्रत्ययस्य आदौ इडागमः भवति। तत्र यदा उक्तम् अस्ति धातुः सेट् अनिट् वेट् इति अपि अस्ति, वेट् विषये अस्मिन् करपत्रे नास्ति परन्तु अधिकभागः इति चिन्तयित्वा अहं वदामि, सेट् अनिट् वेट् इति धातोः भागत्रयम् अस्ति। सेट् इति यदा अत्र एव उक्तम् अस्ति, इटासः इति सेट् सेट् इटासः इत्युक्ते इकारस्य इकारेण सह इति इटासः सेट् अनिट् इत्युक्ते यत्र न इट् इट् न तत्र आगमः नास्ति इट् रहितम् इति यदा तत्र दत्तमस्ति इट् रहितम् अनिट् वेट् इत्युक्ते विकल्पेन भवति तस्य इडागमः विकल्पेन यत्र भवति तत्तु वेट् इति तस्य नाम धातुः विषये एतत् सेट् अनिट् वेट् इति धातुः विषये तादृशमेव प्रत्ययस्य विषये अपि अस्ति परन्तु भ्रमः जातः इति कृत्वा प्रत्ययस्य इडानुकूलप्रत्ययः इड अननुकूलप्रत्ययः इति वदामः यदा धातुः सेट् अस्ति प्रत्ययः अपि अनुकूल इड् अनुकूलप्रत्ययः अस्ति चेत् इट् भवति यदा धातुः सेट् अस्ति परन्तु प्रत्ययः इड् अननुकूलः इत्युक्ते इड् अनुकूलः नास्ति अननुकूलः अस्ति चेत् इट् न भवति यद्यपि धातुः सेट् अस्ति प्रत्ययः तु इडाननुकूलः अस्ति अतः इट् न भवति अनन्तरं यदा धातुः अनिट् अस्ति चेत् प्रत्ययः अनुकूलप्रत्ययः अस्ति चेदपि इड् न भवति अननुकूलः प्रत्ययः अस्ति चेत् इड् न भवति इति वयं जानीमः एव अस्तु तादृशम् एकं चित्रम् अस्ति अस्मिन् इड् व्यवस्था इति पुस्तके तद् अहं वर्गात् अनन्तरं प्रेषयामि अद्य तत्र किञ्चित् स्पष्टता भवेत् मनसि अस्तु अतः सेट् अनिट् वेट् विषये इदानीं मास्तु यदा वयं पूर्णतया इट् व्यवस्था इति पाठः अपि अस्ति पूर्णतया तस्मिन् समये वयं वेट् विषये अपि द्रक्ष्यामः इदानीं सेट् अनिट् विषये एव स्पष्टता मनसि भवेत् प्रश्नः अस्ति वा भगिनि प्रत्ययेषु अपि वेट् सदृश किमपि अस्ति वा अस्ति इत्येव चिन्तयामि महोदय यत्र यत्र धातुः विषये भवति तादृशं प्रत्ययविषये अपि भवति एव परन्तु तत्र धातुः एव सेट् अनिट् वेट् इति दत्तमस्ति प्रत्ययस्य विषये तादृशं किमपि न दत्तमस्ति इडानुकूलः इडननुकूलः इति भागद्वयम् अस्ति इत्येव दत्तमस्ति प्रायः अपवादः अपि भवितुम् अर्हति यदा आगच्छति चेत् अहं तस्मिन् विषये वदामि मम प्रश्नः अपि वेट् विकल्पेन भवति इति भवत्या उक्तं वेट् अनन्तरं द्रक्ष्यामः एतत् पाठविषये अनन्तरम् आगच्छति इति भवत्या उक्तवती खलु अतः अहं मौनं मया मौनं वेट् वेट् आम् वेट् विषये सेट् अनिट् विषये अस्मिन् पाठे आम् आम् आम् आम् वेट् इति अग्रे आगच्छति अवश्यम् आगच्छति आम् आम् धन्यवादः एकः प्रश्नः अस्ति इट् अनुकूलता इत्युक्ते किं तदपि अग्रे आगच्छति भगिनि इड् अनुकूलता इत्युक्ते किं सूत्राणि अपि आगच्छति अस्मिन् पाठे एव तस्मिन् समये तत् स्पष्टं भवेत् अस्तु तर्हि इड् अनुकूलता वर्तते चेत् सेट् नो चेत् नो चेत् अनिट् वा आम् अनिट् उत्तमम् अमित्रा महोदय अग्रिमपरिचयः इत् संज्ञकेन अच् वर्णेन धातुः किम्पदी इति निर्णयः क्रियते अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अनिट् वा इति अस्माभिः उक्तम् इत्संज्ञकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः इट् वा अनिट् वा इति निर्णयः क्रियते अनेन स्वरेण इड् व्यवस्था ज्ञायते तर्हि अत्र इड् एतत् कथं वदतु महोदय इत्संज्ञकेन स्वरः सम्यक् स्वरः अस्ति तर्हि तस्मात् धातुः पदव्यवस्था ज्ञायते परस्मैपदी वा आत्मनिपदी वा उभयपदी इति. स्वरः इत्संज्ञकः नास्ति चेत् तस्मात् इड् व्यवस्था ज्ञायते. इट् अनुकूल अस्ति वा अनुकूल नास्ति, सेट् अस्ति वा अनिट् अस्ति इति. यदा इदानीं पर्यन्तं वयं दृष्टवन्तः किल, अनुदातः अस्ति परन्तु अनुदाते नास्ति इति, तादृश अवशिष्टस्वरेण वयं ज्ञातुं शक्नुमः इड् अनुकूलता अस्ति वा नास्ति वा इति, इत्येव दत्तमस्ति. अग्रिमपरिच्छेदमपि पठतु महोदय. तर्हि अत्र इड् व्यवस्था कीदृशी इति द्रष्टव्यम्. वृत्तान्ते पठम् इति धातुः ठकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिकः उदात्तः च, अतः धातुः परस्मैपदी. पकारोत्तरवर्ती यः अकारः अस्ति सः अवशिष्टः स्वरः इति उच्यते. अयम् अकारः कीदृशः इति ध्येयम्. अवशिष्टः स्वरः अनुदात्तः चेत् धातुः अनिट्. अयम् अवशिष्टः स्वरः उदात्त स्वरितो वा धातुः सेट्. पकारोत्तरवर्ती अकारः उदात्तः अतः धातुः सेट्. गै धातौ ऐकारः अनुदात्तः अतः धातुः अनिट्. मेङ् धातौ ङकारस्य इत्संज्ञा, मे अवशिष्यते. एकारः अनुदात्तः अतः धातुः अनिट्. शिवु इति धातौ उकारः अनुनासिकः इतः, अतः तस्य इत्संज्ञा लोपः च. क्षिव् इति अवशिष्यते. क्षकारोत्तरवर्ती यः इकारः सः उदात्तः अतः धातुः सेट्. उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति. तर्हि कानिचन उदाहरणानि दत्तानि सन्ति. अवशिष्टस्वरः अनुदात्त अस्ति चेत् धातु अनिट् अस्ति, नो चेत् स्वरित वा उदात्त वा अस्ति चेत् धातु सेट् अस्ति इति मुख्य बिन्दुः. पट इति धातुः अवशिष्टस्वरः कः? पट इति धातोः अ इति पकारोत्तरवर्ती अकार अवशिष्टस्वरः अस्ति. सः अनुदात्तः नास्ति, तर्हि धातु सेट् अस्ति. उत्तमम्. अनन्तरं घञ् इति धातुः अस्ति किल, तत्र घञ् इति धातोः कुत्र अस्ति? अत्र एव ऐकारः, घञ् इति नास्ति, गै एव अनुनासिकः. गै इति धातोः ऐकार अनुदात्तः अस्ति अतः धातु अनिट् अस्ति. मेङ् इति धातोः मे अवशिष्यते, सः अनुदात्तः अस्ति स्वरः अतः अनिट् अस्ति. शिवु इति धातौ उकार गत्वा इकार अवशिष्यते, सः उदात्तः अस्ति, तर्हि सेट् अस्ति इति विषयः. तावदेव किल तत्र. एतत् नियम कथम् आगच्छति इत्युक्ते सूत्रद्वयम् अस्ति अतः तौ अग्रे आगच्छत् अस्तु उत्तमम् अतः एव अवशिष्टस्वरः अनुदातः अस्ति चेत् अनिट् अवशिष्टस्वरः उदातः वा स्वरितः वा अस्ति चेत् सेट् सेट् इत्युक्ते इडानुकूलः अस्ति इति स्मर्तव्यम् धन्यवादः महोदय महोदय अत्र एकः एव नियमः अस्ति यदि अवशिष्टस्वरः अनुदात्तः अस्ति चेत् अनिट् अन्यथा सर्वत्र सेट् आम् सामान्यनियमः ओके सामान्यनियमः आम् अस्तु विजया भगिनि भगिनी प्रत्ययस्य अनुदातः चेत् धातुः अनिट् अनुदातः चेत् अनिट् अवशिष्टस्वरः अनुदातः चेत् अनिट् आम् आम् सः विपरीतरीत्या उक्तवान् अतः अहं स्पष्टीकरोमि न एवं वा अहमपि आमाम् इति उक्तवती क्षम्यताम् ओ अहम् ओ अस्तु अवशिष्टस्वरः अनुदातः अस्ति चेत् अनिट् उदातः वा स्वरितः वा अस्ति चेत् सेट् अस्तु अहमपि पूर्णतया न श्रुतवती आमाम् इति कृतवती महोदयेन सम्यक्तया एव उक्तवान् महोदय ओ एवं वा रेकार्डिङ्ग् शृणोमि अनन्तरं वदामि क्लेशः वा अस्तु प्लेबेक् भवतु डि आर् एस् रिव्यू न जानामि किमपि आमाम् इति उक्तवती अस्तु उत्तमं विजया भगिनी प्रत्ययस्य स्वभावः आर्धधातुक आर्धधातुक ये वनादेः आर्धधातुक प्रत्ययस्य तत्र सूत्रमस्ति सप्त त्रिपादे इति सप्त अध्याये त्रिपादे पञ्चत्रिंशत् इति सूत्रेण आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति वलादे धातुक वलादे आर्धधातुकस्य इडागमः आर्धधातुकस्य इडागमः स्यात् इत् आगमः तित् अतः आद्यन्तकथितौ एक अध्याये एकपादे षष्ठ चत्वारिंशत् इति सूत्रेण इत्यनेन प्रत्ययस्य आदौ आयाति वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि वल् आदौ यस्य सः वलादिः बहुवीर्तिः तस्य वलादेः आर्धधातुकस्य षष्ट्यन्तम् इत् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रं तत्र अङ्गस्य षष्ठ अध्याये चतुर्थपादे एकसूत्रेण इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इत् वदतु भगिनि तत्र आर्धधातुकस्य एट् वलादेः इत्य तत्र किम् इति हैवर्णः सर्वम् आगच्छति तत्र यकारस्य विहाय सर्वे सर्वे हल्वर्णाः एव आर्धधातुकस्य धातुः गाढवः तत्र एव उत्पन्नमस्ति आर्धधातुकप्रत्ययस्य आदौ वन् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् यथा वयं मया उक्तं यकार विहाय सर्वे हल्वर्णाः तत्र अस्ति चेत् तस्य इडागमः भवति किञ्चित् विहाय तत्र इडागमः इत्युक्ते तत्र वयं पूर्वमेव दृष्टवन्तः इडागम इत्युक्ते तत्र गमिष्यति एतत् ऋट् रिकार्डः प्रयोगं तत्र आगच्छति इडागमः भवति बलादेः आर्धधातुक आर्धकधातुकस्य इडागमः स्यात् इत् आगमः तित् अतः आद्यन्तौ तथितौ आद्यन्तकथितौ भवत्या पूर्वमेव उक्तवन्तः तत् इति सूत्रे इडागमः एव भवत्या किम् उक्तवती इदा इति एतत् विषये आद्यन्तौ कथितौ इति विषयेण भवत्या उक्तवती खलु भगिनि आदौ आद्यन्तौ कथितौ इति आद्यन्तौ कथितौ इत्युक्ते तत्र प्रत्ययस्य आदौ इदागमः भवति एतदेव तत्र प्रत्ययस्य आदौ इदागमः अस्ति इति अनेन प्रत्ययस्य आदौ आयाति वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि एतत् सर्वं यकारः विहाय सर्वव्यञ्जनानि तत्र सन्ति वल् आदौ यस्य सः वलादिः बहुव्यक्ति तत्र वलादेः इत्युक्ते तत्र वल् आदौ यस्य सः वलादिः एतत् बहुव्यति तत्र तस्य वलादेः इति षष्टिविभक्ति आगतम् आर्धधातुकस्य षष्ट्यन्तम् इत् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रं तस्य तत्र अङ्गस्य इत्यस्य अधिकारसूत्रं तत्र अधिकारी आगच्छति अनुवृत्तिसहितसूत्रम् इतःपर्यन्तं वयं एतत् विषयेण अन्यसूत्राणि अपि सन्ति अङ्गात् वलादेः आर्धधातुकस्य इति उत्तमं भगिनि धन्यवादः तत्र यदा आर्धधातुकस्य इड् वलादेः इति सूत्रम् अस्ति आर्धधातुकप्रत्ययस्य आदौ प्रत्ययस्य आदौ एव इडागमः भवति इति अहम् उक्तवती इदानीं किम् एतत् सूत्रं किं वदति इत्युक्ते आर्धधातुकप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्य कश्चन वर्णः वल् इत्युक्ते यदा भगिनी उक्तवती अहमेव विस्मृतवती क्षम्यतां सर्वे हल् वर्णाः यकारं विहाय सर्वे हल् वर्णाः यकारं विहाय वल् प्रत्याहारे सन्ति कश्चन वर्णः अस्ति चेत् इडागमः भवति इति एव एतत् सूत्रं वदति अत्र एतत्तु अङ्गस्य इति अधिकारे अस्ति अङ्गकार्यम् इति वदामः अङ्गात् इति पञ्चम्यन्तम् अस्ति अतः परकार्यं बलादेः आर्धधातुकस्य इति षष्ट्यन्तपदम् अस्ति आर्धधातुकस्य कीदृश आर्धधातुकः इत्युक्ते बलादेः इति विशेषणम् आर्धधातुकस्य इति यद्यपि तत्र प्रत्ययः इति न उक्तमस्ति चेदपि आर्धधातुकस्य इत्युक्ते प्रत्ययस्य आर्धधातुकप्रत्ययस्य इट् इति आगमः तदेव अहम् अपि उक्तवती टित् इति इट् इति आगमः टित् अस्ति अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आगच्छति इति तावदेव तत् प्रत्यय एतत् सूत्रस्य एषः सूत्रस्य विषये तावदेव अग्रिमपरिच्छेदे तत् सूत्रस्य विषये इतोपि किञ्चित् अधिकं दत्तम् अस्ति अन्यतम इत्युक्ते बिलाङ्ग्स् टु किम् अन्यतमः इत्युक्ते कश्चन वर्णः कोऽपि वर्णः अस्तु भवानेव पठतु महोदय हा वलादिः नाम वल् प्रत्याहारः आदौ यस्य सः वलि यकारं विहाय सर्वाणि व्यञ्जनानि कस्यचित् आर्धधातुकप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्य कश्चन सदस्यः अस्ति तर्हि इडागमः तस्य प्रत्ययस्य आदौ आयाति. आदौ कथं ज्ञायते? किमर्थं मध्ये अपि न अन्ते अपि न आदौ आयाति? ओके, आद्यन्तौ टकितौ इति सूत्रेण यः आगमः टित् अस्ति सः यस्य आगमः अस्ति तस्य आदौ आयाति. कित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति. इट् आगमः टित् अस्ति टकारः इट् यस्य सः, अतः अनेन सूत्रेण इड इट् आगमः प्रत्ययस्य आदौ आयाति. इडागमः प्रत्ययस्य आदौ न तु धातौ आदौ. ओके, यतोहि यतः आर्धातुकस्य आर्धातुकस्य सेट् वलादे सेट् वलादे इड् वलादे इड् सारि आर्धातुकस्य ओके आर्धातुकस्य इड् वलादेः इत्यनेन इडागमः प्रत्ययस्य आगमः न तु धातोः. वल् वल् इत्युक्ते किम् इति अत्र दत्तमस्ति. वलादि इति वलादि नाम प्रत्याहारः, वल् प्रत्याहारस्थवर्णः हयवरट् हय हय व हय हकार ओके वकारत् सर्वे सारि सर्वे व्यञ्जनानि हल् वर्णानि हकार सारि सर्वे व्यञ्जनानि य विहाय ओके यकारविहाय सर्वे व्यञ्जनानि. कश्चन आर्धातुकप्रत्ययस्य आदौ यदि वल् प्रत्याह ओके आर्धात्कप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्थवर्णः अस्ति चेत् इडागमः भवति. इडागम इत्युक्ते इट् अस्ति आद्यन्तौ टक् इति सूत्रेण यदा टकार अनुबन्धः अस्ति चेत् इट् तस्य इकारस्य आदौ आगमः आदौ भवति, परन्तु तत्र प्रत्ययस्य आदौ भवति न तु धातोः. यतः सूत्रमस्ति आर्धधातुकसेट् वलादेः इत्यनेन इडागमप्रत्ययस्य प्रत्ययस्य आगमः न तु धातु ओके न तु धातोः. अतः धातोः धातोः आदौ न भवति, प्रत्ययस्य आदौ इति इडागमः भवति इति दत्तमस्ति. किमर्थम् इत्युक्ते एतत् सूत्रम् आर्धधातुकस्य इड् वलादेः इति अस्ति. आर्धधातुकः इत्युक्ते प्रत्ययः, अतः तस्य आदौ आगच्छति, न धातोः आदौ नास्ति इति एतत् सूत्रमेव वदति. उत्तमम्. अस्तु, माला भगिनि. आं भगिनि, आर्धधातुकप्रत्ययः कः इति स्मर्यताम्. प्रत्येकं प्रत्ययः यः धातुतः विहितः सः सार्वधातुकः आर्धधातुकः वा? प्रत्ययः तिङ्क्षित् वा चेत् तिङ्क्षित् सार्वधातुकम् इत्यनेन स च प्रत्ययः सार्वधातुकः. तिङ्क्षित् नास्ति चेत् आर्धधातुकं शेषः इत्यनेन प्रत्ययः आर्धधातुकः. तर्हि अत्र अस्माभिः स्मर्तव्यं सार्वधातुकम् इत्युक्ते किम्, अपि च आर्धधातुकः इत्युक्ते किम्. वयं पूर्वं दृष्टवन्तः सार्वधातुकः प्रत्ययः तिङ् वा षित् वा भवति. तिङ् षित् सार्वधातुकम् इति सूत्रेण वयं जानीमः तिङ् वा षित् वा अस्ति चेत् सार्वधातुकः. यदि तिङ्क्षित् नास्ति चेत् आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकः इति वयं जानीमः. अत्र आर्धधातुकः इत्युक्ते प्रत्ययः. अग्रे पठामि वा? तर्हि इडागमविधायकं सूत्रम् आर्धधातुकस्य वलादेः, अनेन धातुभ्यः वलादि आर्धधातुकप्रत्ययः विधीयते चेत् तस्य प्रत्ययस्य इडागमः भवति. नाम अनेन सूत्रेण यः कोऽपि आर्धधातुकप्रत्ययः बलादिः अस्ति सः प्रत्ययः सेट्. अयं नियमः तिङ्प्रत्ययप्रसङ्गे पर्याप्तं, किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः, तिङ्कृत् च. कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत् इडागमो निषिध्यते. तर्हि इडागमविदायकं सूत्रम् आर्धधातुकस्येत् बलादेः. तर्हि आर्धधातुकस्येत् बलादेः इति सूत्रं वदति इड् आगमः कुत्र भवति इति. अनेन धातुभ्यः बलादि आर्धधातुकप्रत्ययः विधीयते चेत् तस्य प्रत्ययस्य इडागमः भवति. अस्तु, धातुभ्यः वल् आदि प्रत्ययः, वल् इत्युक्ते वयं पठितवन्तः यकारं विहाय सर्वे व्यञ्जनानि. तर्हि वल् आगच्छति, आदौ आगच्छति चेत् सः तत्र इडागमः भवति. नाम अनेन सूत्रेण यः कोऽपि आर्धधातुकप्रत्ययः बलादिः अस्ति सः प्रत्ययः सेट्. तर्हि वल् प्रत्याहारः, वल् वल् वल् वर्णस्य कोऽपि सदस्य प्रत्ययस्य आदौ अस्ति चेत् सः प्रत्ययः सेट् इति वदामः. अयं नियमः तिङ्प्रत्ययप्रसङ्गे पर्याप्तं, किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः, तिङ्कृच्च. अस्तु, धातुभ्यः विहिताः प्रत्ययाः द्विविधाः भवति, तिङ् वा कृत् वा इति. कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत् इडागमो निषिध्यते. अस्तु, यदि धातुभ्यः विहितः प्रत्ययः कृत् अस्ति चेत् कृत् प्रत्ययेषु वश् वश् वशादिः चेत्, वश् इत्युक्ते वयं पठितवन्तः किं भवति वश् पश् इत्युक्ते वकारात् आरभ्य जबगड दश् षकारपर्यन्त. तर्हि वर्गस्य तृतीय चतुर्थ पञ्चम सदस्यः, अनन्तरं किं भवति भगिनि? वरल. अस्तु, एतेषु एते वर्णाः वश् प्रत्याहारे भवन्ति. तर्हि कृत् प्रत्ययेषु वश् वर्णाः सन्ति चेत् इडागमः न भवति इति उक्तम्. न भवति, आम्, न भवति, मुख्यं न भवति. हा, उत्तमम्. अत्र आम् आर्धधातुकस्य इड् वलादेः इति सूत्रेण आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे सन्ति चेदेव इडागमः भवति इति स्मर्तव्यं. सार्वधातुकस्य का गतिः इति अग्रे दत्तमस्ति इति चिन्तयामि. संक्षिप्तरूपेण वदामि, सार्वधातुकप्रत्ययस्य कदापि इडागमः न भवति, परन्तु अपवादाः सन्ति, यत्र यत्र भवति, सामान्यतया न भवति, परन्तु अपवादाः सन्ति. यत्र अपवादाः सन्ति चेत् यदा अदादिगणे केचन धातवः सन्ति तत्र इडागमः भवति. तत्र पाणिनिना सूत्रं स्थापितम् अत्र इडागमः भवतु इति. परन्तु सामान्यतया सार्वधातुकप्रत्ययस्य इडागमः न भवति. अस्तु भगिनी, एकः संशयः अस्ति. आर्धधातुकम् इत्युक्ते केवलं प्रत्ययः, प्रत्ययः एव आम् बहवः प्रत्ययाः सन्ति तस्य नाम आर्धधातुकः तुमुन् इति प्रत्ययः सन्ति तत्तु वल् प्रत्याहारे अस्ति वा तुमुन् अस्ति इति वदामः त इति पश्यामः वा आदिः अस्ति किल आदौ आदौ तकारः अस्ति अतः सः वल् प्रत्याहारे अस्ति इदानीं पट् इति धातुः स्वीकरोतु पट् योगः तुमुन् हा पट् इति धातुः तत्र तुमुन् इति प्रत्ययः योजयामः चेत् पठितुम् इति भवति अतः इडावगमः अभवत् धातुः अपि इडानुकूलः धातुः सेट् अस्ति तुमुन् इति प्रत्ययः इडानुकूलप्रत्ययः अस्ति अतः इडागमः भवति पठितुम् इति रूपम् आगच्छति अस्तु अन्यत् पञ्चनिमिषम् अस्ति अस्तु राजेन्द्रमहोदय सूत्रं पठति वा आम् आं भगिनि नेड्वशि कृति कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतम वर्णः अस्ति चेत् तस्य इडागमः न भवति यस्मिन् विदेशदाद् अवल् ग्रहणे इति वार्तिकम् अस्ति इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वश् स्यात् वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीय चतुर्थ पञ्चमश्च सदस्याः वकाररेफ लकाराः च नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा य ष ष स ह चेत् इडानुकूलः इडानुकूलः न अव्यये पदम् इट् प्रथमान्तं वशि सप्तमी अन्तं कृति सप्तमी अन्तम् अनेकपदम् इदं सूत्रम् अनङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् न इट् वशि कृति अतः सूत्रं वदति यत् यदा कृत् प्रत्ययः प्रसङ्गः आगच्छति तत् कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्तर्भूतः कोऽपि अन्यः वर्णः अस्ति यथा यकार रेफ रेफ लकारः अपि च तृतीय चतुर्थ पञ्चम वर्गी सदस्याः सन्ति तत्र इडागमः न भवति अत्र इत्युक्तौ अत्र एकं वार्तिकमपि अस्ति विदिस्तदादाद् वल् ग्रहणे प्रायशः सम्यक्तया न पठामि यस्मिन् विदिस्तदाद् वल् ग्रहणे वार्तिकेन इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तत्र वशादौ यत् कोऽपि कृत् प्रसङ्गे तत् अस्ति प्रत्ययः तत्र इडागमः न भवति वश् प्रत्याहारे वर्गीयव्यञ्जनां तृतीय चतुर्थ पञ्चमसदस्याः अपि च वकार रेफ लकाराः अपि च तस्मिन् अन्तर्भूतः नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा य श ष स ह चेत् इडानुकूलः वश् प्रत्याहारे ये वर्णाः सन्ति तेषां विहाय तत्र प्रथमद्वितीयवर्गीयव्यञ्जनानि सन्ति आदौ अपि च य श ष स ह अपि सन्ति चेत् ते इडानुकूलाः भवन्ति ते प्रत्ययाः कृत् प्रसङ्गे तत्र इडानुकूलाः भवन्ति न अव्ययपदम् इट् प्रथमान्तं वशी सप्तम्यन्तं कृति सप्तम्यन्तम् अनुवृत्तिसहितं अङ्गात् न इट् वशी कृति अङ्गात् यत् अङ्गात् यः कृत् प्रत्ययः आगच्छति यस्य आदौ वश् प्रत्याहारे अन्तर्भूतः कोऽपि वर्णः अस्ति तत्र न इड् तद् इडागमः न भवति. उत्तमं न भवति इति निषेधकसूत्रमस्ति. नेड् विशि वशीकृति इति निषेधकसूत्रमस्ति. अत्र यदा कृत् प्रत्ययस्य आदौ वश् प्रत्याहारे वर्णः कोऽपि वर्णः अस्ति चेत् तत्र इडागमः न भवति इति एतत् सूत्रं वदति. अत्र एतदपि स्मर्तव्यं कृत् प्रत्ययस्यापि सार्वधातुककृत् प्रत्ययः आर्धधातुककृत् प्रत्ययः इति अस्ति. यदा शतृ प्रत्ययः शकारः इति संज्ञा षित् अस्ति, तिंषित् सार्वधातुकम्, अतः तत्तु सार्वधातुककृत् प्रत्ययः. तत्र तु इडागमः न भवति, परन्तु अत्र यद् निषेधकसूत्रेण दत्तमस्ति तत्तु आर्धधातुककृत् प्रत्ययस्य विषये दत्तमस्ति. कथं जानीमः इत्युक्ते आर्धधातुकस्य इड् वलादेः इति विधायकसूत्रम्, इड् विधायकसूत्रम् आर्धधातुकस्य विषये, तत्र एव अन्तर्भागः, तत्र एव तस्यैव निषेधकसूत्रमस्ति. अतः आर्धधातुककृत् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो न भवति. आर्धधातुकः इति अवगन्तव्यं, कुत्रापि न दत्तमस्ति. अनुवृत्तिसहितसूत्रे अपि आर्धधातुकः इति न दत्तमस्ति, परन्तु यदा वयं जानीमः अभ्यासेन तत्र वयम् अवगन्तुं शक्नुमः एतत्तु आर्धधातुककृत् प्रत्ययस्य विषये वदति इति एतत् सूत्रम् अस्तु. प्रश्नः अस्ति वा? हा, निषेधकम् इत्युक्ते अपवादः नास्ति महोदय. अपवादस्य भिन्ननियमाः सन्ति. निषेधकम् इत्युक्ते न भवति इति वदति. अपवादः भिन्नः अस्ति. यदा वश् प्रत्याहारस्य अन्यतमः वर्णः आगच्छति तद् कृत् प्रत्ययस्य आदौ अस्ति, तत्र इडागमः न भवति इति एतत् सूत्रं वदति. आम् आं भगिनि. भगिनि, एकः प्रश्नः अस्ति. पठ् धातु इति भवती उक्तवती खलु, तद् सेट् अस्ति इति, वयं कथं जानीमः सेट् तदा अस्ति? भगिनि, अग्रे आगच्छति, प्रायः अग्रिमसप्ताहे वयं द्रक्ष्यामः. धातोः स्वभावः इति आगच्छति, तत्र वयं जानीमः कथम् आगच्छति इति. तत्र वयं यदा अद्य एव दृष्टवन्तः किल, अनुदातः अस्ति परन्तु अनुदातेत् नास्ति, उदातः अस्ति उदातेत् नास्ति इति, तत्र तादृशं केचन नियमाः सन्ति. अस्तु, तर्हि धातुः अपि सेत् भवेत्, अनन्तरं प्रत्ययः अपि अनुकूलः भवेत्. पट् इति सेट् प्रत्यय, सेट् धातुः तुमुन् इति अनुकूलप्रत्ययः, पठितुम् इति रूपम् आगच्छति. तर्हि इडागमः भवति. आम् आम्, पट् इति धातुः अस्ति परन्तु यदा शत्र इति प्रत्ययः योजयामः चेत् सार्वधातुकः अस्ति, कृत् प्रत्ययः अस्ति, तत्र तु इडागमः न भवति. अस्तु भगिनि, धन्यवादः. उदाहरणमपि अग्रे अस्ति भगिनि, वयं प्रायः अग्रिमसप्ताहे द्रक्ष्यामः. अस्तु अस्तु, सम्यक् समापयामः वा? धन्यवादः. धन्यवादः. नमस्ते.